तर्हि अद्य इदानीम् अनुनासिकान्तमङ्गम् इति विषये अस्माकं चर्चा भवति. किमस्ति तत्र गतरविवासरे कुतः पर्यन्तं पठितम् अस्माभिः? तत्र चत्वारि सूत्राणि सन्ति इति अस्माभिः पृष्टं खलु. चत्वारि मुख्यसूत्राणि सन्ति अनुनासिकान्त. मया सम्यक् न अवगतं महोदय, गतवर्गे किमपि जातमिति. किम् गतवर्गे किमपि पठितमिति मया सम्यक् न जातं, मया जानामि. एकवारं पुनः शृणोतु ध्वनिमुद्रणं. तत्र प्रश्नः अस्ति चेत् पृच्छतु, परन्तु मुख्यतया चत्वारि सूत्राणि सन्ति. अनुदात्त अङ्गमस्ति चेत् किं कार्यं भवति? प्रथमसूत्रमस्ति अनुदात्तोपदेश पनति तनोत्यादीनाम् अनुनासिकलोपो झलिक् इति. इत्युक्ते वन् धातु अस्ति, अपि च अनुनासिकान्ततनादिगणीयधातु अस्ति, अथवा अनुनासिकान्त अनुदात्तोपदेशधातु अस्ति, यथा गम् धातु अङ् धातु अस्ति. अग्रे झलादि कित्नि प्रत्ययपरे अस्ति चेत् तत्र किं भवति? अनुनासिकवर्णस्य लोपः भवति. यथा गम् योगक्त गम् मध्ये मकारस्य लोपः भवति, गतः इति भवति. तर्हि अस्य सूत्रस्य प्रसक्तिः पञ्चदश धातूनां प्रति गच्छति. तत्र के के धातवः सन्ति? वन् यं रं नं गं हन् मन् तन् हिन् क्षन् ऋण् तृण् ऋण् वन् मन् इति. तर्हि एते पञ्चदशधातवः यत्र जलादि किस्मित् प्रत्ययपरे अनुनासिकवर्णस्य लोपः भवति. अन्य अस्ति जनसनखनामसञ्झलो. अत्र झलादि सन् अथवा झलादि किस्मित् प्रत्ययपरे जन् सन् खन् धातु धातोः धातूनां नकारस्य लोपः भवति, परन्तु नकारस्य स्थाने नकारस्य आतो इति. तर्हि जन् योगः स जात इति भवति, नकारस्य आकारत्वं भवति. तदनन्तरं सूत्रमस्ति अनुनासिकस्य क्विझलोः निति. किमस्ति? अनुनासिकान्त अङ्गस्य क्विप्रत्ययपरे अथवा झलादिकित्मित् प्रत्ययपरे किं भवति? उपधावर्णस्य दीर्घं भवति. अद्य अनुनासिकवर्णस्य लोपः न भवति, अनुनासिकवर्णस्य आत्वं न भवति, अपि तु अनुनासिकवर्णाश्वर्णस्य उपधायाः वर्णस्य दीर्घं भवति. यथा उदाहरणं किमस्ति? उदाहरणं किमस्ति अत्र दीर्घं भवति खलु? इदानीं न स्मरामि. कोऽपि स्मरति वा सूत्रस्य अनुनासिकस्य क्विझलो निति सूत्रस्य उदाहरणम्? क्विझलो निति अस्तु, अग्रे स्मरामि चेत् वदामि. तदनन्तरम् अन्ते अस्ति गमहन जनखन घषां लोपः नित्यनङ्गी, नाम गम् धातु, हन् धातु, जन् धातु, खन् धातु, घस् धातु, एषां धातूनां किं भवति? धातूनां किं भवति? उपधायाः वर्णस्य लोपः भवति. कदा? अजादि कित्नि प्रत्ययपरे. इदानीं पर्यन्तं झलादि कित्नि प्रत्ययः इति निमित्तमासीत्, इदानीं हलादि अजादि कित्नि प्रत्ययनिमित्तमस्ति. तर्हि अनुनासिक तर्हि अत्र उपधायाः वर्णस्य लोपः भवति. तर्हि एकस्मिन् सूत्रेण अनुनासिकवर्णस्य लोपः भवति, एकेन सूत्रेण अनुनासिकवर्णस्य आत्वं भवति, एकेन सूत्रेण अनुनासिकवर्णात् पूर्वं यः उपधावर्णः अस्ति तस्य दीर्घं भवति, एकेन सूत्रेण उपधावर्णस्य लोपः भवति. तर्हि भिन्नभिन्नकार्याणि सन्ति निमित्तं धातुं विहाय, भिन्नभिन्नकार्याणि सन्ति इति. तर्हि शम् योग तापत्य शान्तः इति भवति शम् तापत्य शम् शम् योगः तप्रत्ययः अस्ति अत्र मकारात् पूर्वम् आकारस्य दीर्घं भवति शान्त इति भवति अस्तु तदानीम् अग्रे एकं लघुकार्यमासीत् यत् यङ्ग् लुग कृते एकं लघु परिच्छेदः अत्र आसीत् तत्र किमस्ति सूत्रे प्रकृति इति लिखितमस्ति नाम धातु इति लिखितः अस्ति तर्हि यदा धातुः लिखितः अस्ति सूत्रे न केवलं धातोः ग्रहणं करणीयम् अपि तु धातुना सह तस्य यङ् लुगन्तरूपस्य अपि ग्रहणं कर्तव्यं तर्हि सूत्रे यदि धातुः अस्ति कि अमुक अमुक धातु कृते अमुक अमुक कार्यं करोतु तर्हि न केवलं तस्य धातोः कृते अपि तु तस्य यङ् लुगन्तस्य कृते अपि यङ् लुगन्तधातोः कृते अपि तत् कार्यं भवति इति चिन्तनीयं कथां जानीमः परिभाषा अस्ति प्रकृतिग्रहणे यं लुगन्तस्यापि ग्रहणं परन्तु तत्र अपवादः अस्ति नाम सर्वदा सामान्यतया ग्रहणं भवति परन्तु कुत्रचित् केवलं प्रकृतेः ग्रहणं भवति तस्य यं लुगन्तस्य ग्रहणं न भवति के ते कानि कानि स्थानानि सन्ति स्थिपा प्रथमस्ति स्थिपा महोदय स्थिपा इत्युक्ते किम् अहं वदामि शृणोतु स्थिपा तर्हि वयं जानीमः खलु इक् स्थिपौ धातुनिर्देशे तर्हि सूत्रे बहुधा धातु इक् प्रत्ययेन अथवा स्थिप् प्रत्ययेन निर्दिष्टः अस्ति तर्हि प्रत्ययेन अथवा स्थिप् प्रत्ययेन धातुनिर्दिष्टः अस्ति न श्रूयते महोदय सम्यक् स्ट्रिप् प्रत्ययेन यदा धातुः निर्दिष्टः अस्ति तस्य अर्थः धातुः एव अस्ति ते प्रश्नः उदेति कथम् एक कुत्रचित् इक् कुत्रचित् स्टिप् तर्हि तस्य महत्त्वम् अत्र आगच्छति यदा धातुः स्टिप् प्रत्ययेन निर्दिष्टः अस्ति सूत्रे तदा तस्य यं लुगन्तस्य ग्रहणं न करणीयम् आमान्तरे ग्रही ज्या व्यधि वचति विच्छति भृज्यति नाम इति धातुः अस्ति सूत्रमस्ति खलु तत्र ग्रही इति धातुः अस्ति तत्र इक् प्रत्ययः अस्ति व्यधि तत्रापि इक् प्रत्ययः अस्ति परन्तु विच्छति भृज्यति तत्र किमस्ति तत्र तु सि प्रत्ययः अस्ति तर्हि एकस्मिन्नेव सूत्रे सम्प्रसारणकार्याय कुत्रचित् केषाञ्चित् धातूनां कृते पाणिनिना इक् प्रत्ययस्य प्रयोगः कृतः केषाञ्चन धातूनां कृते ष्टिप् प्रत्ययस्य प्रयोगः कृतः तर्हि तस्य किं प्रयोजनं किमर्थं तथा कृतं पाणिनिना तस्य अर्थः तस्य उत्तरमस्ति ये धातवः ष्टिप् प्रत्ययेन निर्दिष्टः सन्ति तेषां धातूनां यं लुगन्तस्य ग्रहणं न करणीयम् अस्य सूत्रस्य प्रसक्तिकृते नाम तेषां धातूनां यं लुगन्तस्य रूपस्य यं लुगन्तानां रूपाणां सम्प्रसारणं न भवति परन्तु इक् प्रत्ययेन निर्दिष्टधातो धातूनां तु भवति इति अस्ति तर्हि इति एकमस्ति ष्टिप् प्रत्ययेन निर्दिष्टधातोः यं लुगन्तस्य ग्रहणं न करणीयम् इति अग्रे अग्रे अस्ति एक अन्यमस्ति अनुबन्धेन निर्दिष्टं तर्हि यदि कस्मिन्नपि सूत्रे यत् कार्यं निर्दिष्टमस्ति ते सः तत् कार्यम् अनुबन्धेन यदि निर्दिष्टमस्ति तर्हि तत्र यं लुगन्तस्य ग्रहणं न करणीयम् उदाहरणमस्ति शीङ्गः सार्वधातुके गुणम् अत्र किमस्ति शीङ् किमस्ति शीङ् धातुः अस्ति खलु शीङ् स्वप्ने तर्हि शीङ् धातोः सार्वधातुकप्रत्यय परे गुणः करणीयः सर्वदा इति अस्ति सूत्रस्य अर्थः तर्हि गुणः कथं भवति कदा भवति यदा अन्ते यदा इक् प्रत्याहारस्य वर्णः अस्ति खलु इगन्तधातुः अस्ति चेदेव गुणः भवति परन्तु अत्र तु शीङ् लिखितमस्ति तर्हि इगन्त कथं भवति उपदेशधातुः इगन्त नास्ति परन्तु गुणः तु तदेव भवति यथा लोके धातुः इगन्त भवति तर्हि तत्र तस्य अनिवार्य तस्य उत्तरं किं यत् नकारस्य इत्संज्ञा भवति तदनन्तरमेव गुणः भवति नकारस्य इत्संज्ञा नास्ति गुणः न भवितुं शक्नोति तर्हि नकारस्य गुण नकारस्य अनुबन्धेन गुणकार्यं सम्भवितुं शक्नोति नकारस्य इत्संज्ञा न भवति चेत् गुणकार्यं न भवितुं शक्नोति तथा तर्हि किं वदामि किं वदन्ति जनाः वैयाकरणः अनुबन्धमात्रेण निर्दिष्टं कार्यमस्ति तस्य अर्थं यत् अनुबन्धमात्रेण इति कार्यं निर्दिष्टमस्ति अतः शीङ्धातोः यं लुगन्तधातुः अस्ति शेषी तस्य अनेन सूत्रेण गुणकार्यं न भवति तर्हि शीङ् मध्ये पित् प्रत्यय भवतु अपित् प्रत्यय भवतु सर्वदा गुणकार्यं भवति परन्तु तस्य यः शेषी इति भवति यं लुगन्तधातुः तस्य अनेन सूत्रेण गुणः न भवति तस्य तु सामान्यतया सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं भवति यदा पित् प्रत्ययः अस्ति अपित् प्रत्ययः अस्ति चेत् गुणकार्यं न भवति तर्हि शीङ् धातोः सामान्य औपदेशिकशीङ् धातोः यदस्ति तस्य सर्वदा गुणः भवति पित् वा अपित् वा परन्तु शेषी तस्य यं लुगन्तस्य सर्वदा गुणः न भवति पित् अस्ति चेदेव गुणः भवति तर्हि एतद् अन्यकारणमस्ति अन्यनिमित्तमस्ति तृतीयनिमित्तमस्ति गणेन यदा किमपि कार्यं गणेन निर्दिष्टमस्ति तत्रापि यं लुगन्तस्य ग्रहणं न करणीयं गणेन इत्युक्ते किं तर्हि दिवादिभ्यः शन् तुदादिभ्यः शः इति अस्ति खलु तर्हि गणनिमित्तकार्यमस्ति अस्य गणस्य धातुः अस्ति चेत् श्नं प्रत्यय अस्य गणस्य धातुः अस्ति चेत् श्ना प्रत्यय तर्हि गणनिमित्तं धातुः अस्ति गणनिमित्तं कार्यमस्ति तर्हि गणनिमित्तं कार्यं यत् अस्ति तत् केवलं धातुकृते एव भवति तस्य यं लुगन्तस्य कृते न भवति तर्हि दिवादिगण्यधातुः अस्ति चेत् तस्मात् किं भवति षण् प्रत्ययः भवति परन्तु तस्य धातोः यं लुगन्तधातुकृते षण् प्रत्ययः न आगच्छति इति अस्ति तस्य कृते तु केवलं सर्वदा कोऽपि किमपि कोऽपि गणः भवेत् शप् एव भवति कर्तृशप् सार्वधातुकी इति सूत्रेण शप् एव भवति इति अस्ति तर्हि अत्र लिखितमस्ति खलु अत एव षण् आदयो न गणेन निर्देशात् किन्तु शप् एव नाम षण् आदि विकरणप्रत्याय सन्ति नाम षण् षण् अस्ति तदनन्तरं श्यन् धातुः अस्ति तदनन्तरं श्ना अस्ति श्नम् अस्ति इति ये धा ये किमस्ति श्नु अस्ति विकरणप्रत्ययः सन्ति ते केवलं धातुकृते एव भवन्ति यं लुगन्तस्य कृते न आगच्छन्ति परन्तु शप् एव भवति इति अस्ति तर्हि इति स्थिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च इति तु अस्माभिः पठितम् अग्रे अस्ति यत्र एकाच ग्रहणं चैव पञ्च एतानि न यङ्लुकि इति महोदय सम्प्रत्ययः अपि शप् एव आगच्छति किल अत्र यङ्लुगन्तस्य विषयः भवति सन् बुधो आगच्छति अस्तु अस्तु अस्तु सन् तु भिन्नप्रत्ययः अस्ति खलु यङ्लु यङ् अपि सनादिप्रत्ययः एव अन्तर् अस्तु तर्हि एकाचग्रहणम् एकाचग्रहणम् इत्युक्ते किं तर्हि तत् पठामः इदानीम् अहमेव पठामि यतोहि विषयः भिन्नमस्ति तर्हि परिभाषायाम् एकाचग्रहणम् इत्यस्य कथनेन एकाच घटितानां सूत्राणां प्रवर्तनं यङ्लुकि न भवति यथा एकाच उपदेशे अनुदात्तात् इत्यनेन उपदेशे अनुदात्तात् एकाचः अङ्गात् इत् न भवति अनेन इडागमः निषेधः यथा डुक्रियकरणे इति धातौ ककारात् परः ऋकारः अनुदात्तात् इत्यतः अस्मात् परः इडागमः न भवति कृयोगः तिच् कर्ता वः प्रापणे इति धातौ वकारात् परः अकारः अनुदात्तः इत्यतः अस्मात् परः इडागमः न भवति वः योगः तृच् भोडः किन्तु अयं निषेधः यङ्लुकि न भवति तदर्थं जाहिता जाहिष्यति बेभीदिता इत्यादिषु स्थलेषु एका च उपदेशे अनुदात्तात् इत्यनेन इत् इत्यस्य निषेधः न भवति. तर्हि किं लिखितम्? एका च ग्रहणम् इत्यस्य कथनेन एका च घटितानां सूत्राणां प्रवर्तनं यङ्लुकि न भवति. यस्मिन् यस्मिन् सूत्रे निमित्तम् एका च इति भवति, नाम एका च अस्ति चेत् इति कार्यं करोतु, एका च अस्ति चेत् इदं कार्यं करोतु, तत् यङ्लुबन्तकृते न भवति. प्रायः तत् तस्मिन् किमपि विशेषः नास्ति, यतोहि यङ्लुबन्तधातुः प्रायः एका च नास्ति एव. यङ्लुबन्तधातुः प्रायः एका च नास्ति एव, तत्र अनेक अचवर्णाः सन्ति, अतः तत्र सूत्रस्य तथैव प्रसक्तिः नास्ति, परन्तु लिखितमस्ति अत्र एका च ग्रहणेन यत् सूत्रं यत् कार्यं प्रवर्तते तत् कार्यं यङ्लुबन्तकृते न भवति. यतोहि उदाहरणमस्ति एका च उपदेशे अनुदात्तात्, अस्माभिः भूपूर्वम् इति सूत्रं पठितं, नाम यः धातुः उपदेशे एका च अस्ति, एका च अस्ति नाम अनुबन्धलोपानन्तरं यः धातुः अवशिष्यते लौकिकधातुः, सः धातुः एका च अस्ति, अपि च तत् अचवर्णः यत् अस्ति सः अचवर्णः अनुदात्त अस्ति चेत् तस्य धातोः लडागमः न भवति, धातु अनिट् अस्ति इति अस्माभिः पठितं खलु बहुपूर्वम्. यथा कृ धातु अस्ति, कृ एका च अस्ति, यथा ऋकारः यत् अस्ति तत् अनुदात्त अस्ति, अतः तस्य लडागमः न भवति. तथैव वः अकारः यत् अस्ति, वकारोत्तर अकारः यत् अस्ति, सः अकारः एका च अस्ति, अतः तस्यापि इडागमः न भवति. परन्तु तस्य यङ्लुबन्तधातूनां तु इडागमः भवति, यतोहि तत्तु एका च एव न सन्ति खलु. तर्हि कृधातुः अस्ति, तस्य यः यङ्लुबन्तरूपम् अस्ति कक्री चक्री, तत्र यङ्लुबन्तं कार्यं भवति, क्षम्यतां, तत्र तु इडागमः निषेधः न भवति, तथैव वः मध्ये न भवति अत्र, यतोहि तत्र तु एका धातु एव नास्ति, अतः सूत्रस्य प्रसक्तिः न भवति. तर्हि इति एकमस्ति. इदानीं पर्यन्तं कोऽपि न अवगच्छति अस्ति चेत् पृच्छतु, किमर्थम् अत्र यङ्लुबन्तस्य विषयः आगच्छति चेत् अग्रे गत्वा यङ्लुबन्तस्य बृहत् विषयः आगच्छति. अत्र किमर्थं लिखितं यत् यङ्लुबन्तविषये बहुत्र अत्र हल्सन्धिकार्याणि आगच्छन्ति, अपि च अस्मिन् पाठे ये सूत्राणि सन्ति अनुनासिकान्त अङ्गानां कृते तेषां प्रसक्तिः बहुत्र यङ्लुबन्तकृते आगच्छति. किमर्थं? यतोहि यङ्लुबन्तधातूनां कृते साक्षात् अग्रे झलादि कित्नित् प्रत्ययः आगच्छति, मध्ये विकरणप्रत्ययः नास्ति खलु, अतः साक्षात् झलादि कित्नित् प्रत्ययः आगच्छति. झलादि कित्नित् प्रत्ययः आगच्छति चेत् हल्सन्धेः प्रसक्तिः आगच्छति, तदनन्तरम् अनुनासिकान्त अङ्गस्य कृते ये सूत्राणि सन्ति तेषां प्रसक्तिः आगच्छति. अतः अत्र यङ्लुबन्तस्य विषये किञ्चित् लिखितमस्ति. अत्र मूलविषयः नास्ति अस्य पाठस्य यङ्लुबन्त, परन्तु तदेव तथापि लिखितमस्ति, यतोहि तत्र प्रसक्तिः आगच्छति, अतः पठनात् लाभः भवति, अतः लिखितः अस्ति. परन्तु यदि इदानीं भ्रमः अस्ति चेत् चिन्ता मास्तु, अग्रे गत्वा यङ्लुबन्तस्य मुख्यपाठः आगच्छति, अतः आगमिष्यति, अतः तत्र तु एतत् सर्वं पुनः आगच्छति एव, अतः चिन्ता मास्तु. अस्तु, तर्हि अग्रे गच्छामः. इदानीं सूत्रमस्ति एकं हो हिन्तर्निम्नेषु, तत् पठामः. गोमती महोदय पठति वा? पठामि महोदय, विलम्बेन आगतवती, क्षम्यतां. नमस्कारः. चिन्ता नास्ति. हो हन्तेर् निम्नेषु इति सूत्रं सप्तमाध्याये तृतीयपादे चतुर्पञ्चाशत्तमसूत्रम्. हन् धातोः हकारस्य स्थाने कवर्ग आदेशो भवति, निनिति नीति प्रत्यये परे नकारे परे च, स्थाने अन्तरतमः इत्यनेन कवर्गे ध्वनिः सम्यक् रीत्या न आगच्छति. क्षम्यता महोदय, भवत्याः ध्वनिः सम्यक्तया न आगच्छति इदानीं पठति, उच्चैः पठामि भगिनि महोदय। हो हन्तेर्निम्नेषु हनुधातोः हकारस्य स्थाने कवर्ग आदेशः भवति, निति निति प्रत्यये परे नकारे परे च, स्थाने अन्तरतमः इत्यनेन कवर्गे थकारः आदिष्टो भवति, ञ च न च णौ इतरेतरद्वन्द्वः तौ इतौ अयौ स्तौ नृतौ बहुव्रीहिः निन्दौ च नश्च तेषाम् इतरेतरद्वन्द्वो निन्नाः तेषु निन्नेषु इति, इक्षितपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे अनुधातोः हन्ति षष्टिविभक्तेः हन्तेः, ह हः षष्ट्यम्यन्तं हन्तेः षष्ट्यन्तं, सोरि हः षष्ट्यन्तं हन्तेः षष्ट्यन्तं निम्नेषु सप्तम्यन्तं त्रिपदमिदं सूत्रं, चजोः कु खिन्नयतु इत्यस्मात् कु इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य हः कु निम्नेषु इति सूत्रमस्ति, हो हन्ते निम्नेषु इति हन् धातोः सम्बन्धी सूत्रमस्ति। यदा हन् धातोः अत्र हकारः अस्ति, अत्र ककार कवर्गादेशः भवति, यदा नित् प्रत्ययः परे अथवा णित् प्रत्ययः परे अथवा नकारपरे चेत् हकारः ककारः भवति इति सूत्रं वदति। अत्र हकारस्य स्थाने कवर्ग आदेशः भवति, तो कवर्गीयवर्णेषु थकारः एव स्थाने अन्तरतमः इति सूत्रेण हकारस्य हकारस्य आदेशरूपेण थकारः आगच्छति, ञ न ञौ इतरेतरद्वन्द्वः, तौ इतौ ययौ स्तौ नितौ बहुव्रीहिः, नितौ च नश्च तेषाम् इतरेतरद्वन्द्वौ निम्नाः तेषु निम्नेषु, इक्षितौ धातु धातुनिर्देशे इति वक्तव्यमिति वार्तिकेन धातुनिर्देशे हनु धातुः हन्ति षष्टिविभक्तौ हन्तेः, हा सूत्रे हन्तेः इति अस्ति, हन्तेः इत्युक्ते तद् हन्ति इति क्रियापदस्य शिक् इक्षितौ इति शितप्रत्ययेन युक्तं हनुधातोः रूपमस्ति हन्ति, तस्य षष्टिविभक्तिरूपमस्ति हन्तेः, तु हन इति धातु स्वीकरणीयम् इति वयम् अवगच्छामः। अनन्तरं हन्तेः हन्तेः हनुधातोः अङ्गस्य हकारस्य कु भवति यदा नित् णित् अथवा नकारे परे इति सूत्रं वदति। तर्हि अतः हन्ते निम्नेषु, हः हन्तेः निम्नेषु कुः इति भवति, नाम हन्तेः हन्तेः इत्युक्ते किं, हन् योगः स्थिप्रत्ययः इति अस्ति, स्थिप्रत्ययः नाम स्थिप्रत्ययात् धातोः एव ग्रहणं भवति, तर्हि हन्तेः इत्युक्ते हन् धातु, तर्हि हन् धातोः हकारस्य हकारस्य कुत्वं भवति, कुत्वम् इत्युक्ते कस्य वर्णस्य ग्रहणं भवति, घकारस्य, स्थाने अन्तर्तम इत्यनेन हकारसदृश कवर्गीयवर्णः घकार एव, तर्हि हन् धातोः हकारस्य स्थाने घकारः भवति तदा णित् प्रत्यये परे, णित् प्रत्यये परे अथवा नकारे परे, नकारे परे, तर्हि अग्रे नकारः अस्ति अथवा नित् प्रत्ययः अस्ति तस्मात् एव घ्नन्ति भवति महोदय घ्नन्ति मध्ये प्रत्ययः कः अस्ति अन्ति अन्ति नित् अस्ति वा नास्ति नास्ति खलु परन्तु खकारः अस्ति न महोदय खकारस्य परे नकारः अस्ति खनन्ति इति एव रूपं न हा तत्तु अस्ति परन्तु अनेन सूत्रेण भवति वा नाम अग्रे नित् प्रत्ययः अस्ति खलु नित् किमर्थं सकारः घकारः भवति अन्यसूत्रं भवितुं शक्नोति अनेन कथं महोदय तत्र अपोहन्ते निर्णयेषु अत्र गमहन किमस्ति हन् धातुः खलु अत्र गमहन अत्र लोपः भवति खलु अकारस्य लोपः भवति खलु गमहन परन्तु अकारस्य नकारः केन नकार नकार अस्ति खलु इदं नकारे परे खलु अतः अपोहन्ते हकारस्य कवर्गे भवति नकारे परे अपि अतः हकार नकार तत्र हन् इत्यपि अकारलोपः भवति गमः नकार गतामि इत्यनेन खलु ओ अस्तु अस्तु तर्हि गमकन गमः अङ्गान् लोपः उपधा लोपः भवति अनङ्गे अचिकिति परे अतः अन्ति इति कित् कित् प्रत्ययः अस्ति अचिकिति अस्ति अतः तत्र उपधा लोपः भवति हकार नकार भवति अतः अनन्तरं तत्र न अहं चिन्तयामि तत्र नकारे परे इत्युक्ते नकारादिप्रत्यये परे कुत्र महोदय नूत्रे लिखितमस्ति खलु नित् नित् प्रत्यये परे नकारे परे च नकारे परे नित् इति प्रत्यये परे नकारे परे नकारे प्रत्यये परे नास्ति हा तर्हि मया चिन्तितं नकारप्रत्यय नकारादिप्रत्यये परे नकारे परे च इति तर्हि हन् धातु इति अस्ति विना महोदय शृणोतु हन् धातु अस्ति हन् धातु हन् धातु अग्रे यदि प्रत्ययः अस्ति कीदृशः प्रत्ययः नित्प्रत्ययः अथवा नित्प्रत्ययः तस्य कृते अस्य सूत्रस्य प्रसक्तिः भवति इति अस्ति अन्यथा हकारानन्तरं यदि नकारः अस्ति चेत् हन् धातु मध्ये तत्रापि सूत्रस्य प्रसक्तिः भवति तर्हि उदाहरणं पश्यामः नित् नित् प्रत्ययः अस्ति खलु नल् क्षम्यतां तत् किमस्ति एकनिमिषम् अहं जानामि निच् अस्ति निच् प्रत्ययमस्ति निच् नै निच् न अहं तत् चिन्तयामि किं तत्र प्रत्ययः कः अस्ति इदानीं खञ् भवति न खञ् महोदय निच् प्रत्ययति निचत्तु अस्ति एव परन्तु अहं नूल् प्रत्यय नूल् प्रत्ययः अस्ति नूल् प्रत्ययः अस्ति तर्हि नूल् प्रत्ययः अस्ति तत्र अक नाम नूल् प्रत्ययः अस्ति नूल् प्रत्ययः तस्य स्थाने अक् भवति खलु अक् तर्हि घातक इति रूपं भवति खलु सत्यं खलु घातकेव अस्ति खलु अपौ तकारः कथम् आगच्छति इति इदानीं वयं न जानीमः तत्र भिन्नसूत्रेण भवति भिन्नसूत्रेण परन्तु पश्यतु बहुत्र हन् धातु कृते ये कृदन्तरूपाणि सन्ति तत्र घकारः श्रूयते घातक नकारस्य तकारः भवति अन्यसूत्रे इति अन्धातुकः एव आगच्छति तर्हि तत्र घकारः कथं भवति अनेन एव सूत्रेण तर्हि यत्र हन्धातु अनन्तरं नित्प्रत्ययः अथवा नित्प्रत्ययः भवति तत्र हन्धातोः अकारस्य अकारः भवति अनेन सूत्रेण इति तु एकमस्ति अन्य अस्ति अन्य भिन्नमस्ति इदानीं प्रत्ययः भिन्नमस्ति नकारः परे तर्हि नकारः अपि परे अस्ति चेत् नकारस्य हकारः भवति इति चिन्त्य अत्र प्रत्ययः नकारादि प्रत्ययः कारे परे अन् धातोः अकारस्य हकारः अन्धातु अस्ति अन्धातु मध्ये सामान्यतया महोदय न श्रूयते महोदय सम्यक् न हन्धातु मध्ये सामान्यतया न श्रूयते हन्धातु मध्ये सामान्यतया हकारानन्तरं किं भवति हकारः अस्ति खलु नकारः नास्ति तदा सामान्यतया अस्य सूत्रस्य कार्यं न भवति परन्तु यदि केनापि कार्येण यदि हन्धातु मध्ये हकारानन्तरं यदि नकारः आगच्छति तत्र हकारस्य नकारः कुत्र भवति उदाहरणार्थं पठितं समहन जनघन लोपः प्रत्यये परे अन्धातोः स्वभामध्ये लोपः अस्ति तर्हि अन्धातुमध्ये उपधामध्ये वर्णः अस्ति तस्य लोपः भवति चेत् नाम अकारस्य लोपः भवति चेत् इदानीम् अकारानन्तरं नकारः आगच्छति अत्र अस्य सूत्रस्य उदाहरणमस्ति अन्योगः अन्योगः अस्ति न श्रूयते महोदय न श्रूयते न श्रूयते अहं तु शृणोमि अन्ये सर्वे शृण्वन् मध्ये मध्ये इदानीं न अभवत् किञ्चित् एव इदानीं सम्यक् श्रूयते ओ अस्तु न तर्हि अहं वदामि लट् लकारं बहुवचनम् इदानीं न किमपि श्रूयते न जानीमः आं महोदय किमर्थमत्र तु सर्वं श्रूयते जि इदानीं श्रूयते इदानीं श्रूयते महोदय अस्तु मध्ये न श्रूयते मध्ये मध्ये न श्रूयते श्रूयते किञ्चित् उच्चैः वदतु जि उच्चैः एव वदामि अस्तु तत्र किं हन्योगः अन्ति तत्र अजादि कित्निस् प्रत्ययः अस्ति अन्ति अतः उभधामध्ये यः अकारः अस्ति तस्य लोपः भवति अतः हकार उत्तर अकारस्य लोपः भूत्वा इदानीं ह न मध्ये कोऽपि वर्णः नास्ति अतः हकारानन्तरं साक्षात् नकारः आगच्छति तथा अस्ति अतः हो अन्तिर्निर्णेषु इति सूत्रेण हकारानन्तरं यदि नकारः आगच्छति हन् धातुमध्ये तस्य हकारस्य घकारः भवति अतः घ्न तस्य भवति घ्न घ्नयोगः अन्ति घ्नन्ति इति रूपं भवति इति अस्ति तर्हि हन् धातु अनन्तरं नित् नित् प्रत्ययः अस्ति चेत् हकारस्य घकारः भवति इति एकं कार्यं हन् धातुमध्ये यदि केनापि सूत्रेण किमपि कारणेन यदि हकारानन्तरं यदि साक्षात् अनन्तरं नकारः आगच्छति तत्र अपि हकारस्य स्थाने घकारः भवति इति अस्ति सर्वे आगच्छन्ति वा तस्मात् हन् भवा ग्रन्थि भवति एतत् सूत्रेण एव वा हो हन्ते निन्नेषु प्रथमम् उपधायाः लोपः भवति अनन्तरं हकारस्य खकारादेशः भवति एतत् लोपः किमर्थं भवति इदानीमेव मया उक्तं खलु गमहनजनघसां अस्तु अस्तु तर्हि इदमस्ति तदनन्तरं लोपो व्योर्वली इति सूत्रं तु अस्माभिः बहुवारं पठितं वल् प्रत्याहारपरे वकारयकार वल् प्रत्याहारपरे वकारयकारयोः लोपः भवति तर्हि व्योः लोपः वलि इति अस्ति एतत् अस्माभिः बहुत्र पठितं तर्हि अग्रे इदानीं यं लुगन्तधातूनां कृते सिद्धतिङ्गप्रत्ययाः अहं पुनः वदामि यदि केनापि कारणेन यदि यङ् लुगन्तस्य सर्वं किमपि यदि किं किञ्चित् अंशः यदि कोऽपि अंशं यदि कोऽपि न अवगन्तुं शक्नोति चिन्ता मास्तु अग्रे यङ् लुगन्तस्य मुख्यपाठः आगच्छति अत्र केवलं किञ्चित् लिखितमस्ति यतोहि तस्य अभ्यासकार्ये प्रसङ्गः भवति तर्हि पुनः इति किमस्ति ते अस्माभिः इदानीम् अस्माभिः पूर्वं पठितं खलु अदन्तमङ्गम् अस्ति चेत् सिद्धतिङ्गप्रत्ययाः के के अनदन्तमङ्गम् अस्ति चेत् सिद्धतिङ्गप्रत्ययः के के सर्वे स्मरन्ति खलु सिद्धतिङ्गप्रत्ययाः भिन्नाः सन्ति अदन्तमङ्गम् अनदन्तमङ्गं कृते स्मरन्ति वा जनाः आं महोदय अन्ये अपि स्मरन्ति खलु सिद्धतिङ्गप्रत्ययाः कोऽपि न वदति सिद्धतिङ्गप्रत्ययाः भिन्नाः सन्ति अदन्तमङ्गम् अनदन्तमङ्गं तथैव यम् लुबन्तानां कृते अपि सिद्धतिङ्गप्रत्ययाः किञ्चित् भिन्नाः सन्ति किञ्चित् भिन्नाः तर्हि अग्रे लिखितमस्ति यम् लुबन्तानां कृते सिद्धतिङ्गप्रत्ययः मदर् महोदय पठतु यं लुगन्तधातूनां कृते सिद्धतिङ्गप्रत्ययाः अतः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः ते पितः इति देयम् यङ् लुगन्तधातूनाम् आत्मनेपदं न भवति लट्टकारः ति इति तः अति सि ईषि तः त मि ईषि वह मह लोटकारः तु ई तु तात् ताम् अतु हि तात् तं त आणि आव आव लङ् लकारः तकारः ईत् तम् उः सकारः ईः तं त अं व म विदिलिङ् लकारः यात् यातां युः याः यातां यात यां याव याम यातः नै अस्माभिः पूर्वं पठितं खलु अनदन्तमङ्गम् अस्ति चेत् प्रत्ययः के के सन्ति तर्हि अत्र यं लुबन्त अस्ति चेत् अङ्गम् अनदन्तमेव भवति अङ्गम् अनदन्तमेव भवति यं लुबन्त अस्ति चेत् अङ्गम् अनदन्तमेव भवति खलु सर्वदा अङ्गस्य अन्ते न अकारः नास्ति यतोहि यं लुबन्त यं लुबन्तधातुः अस्ति चेत् अदादिगणीयवत् अस्ति तत्र मध्ये शप्रत्ययः न आगच्छति तत्र अदादिगणीयवत् एव कार्यं भवति मध्ये विकरणप्रत्ययः न आगच्छति मध्ये विकरणप्रत्ययः न आगच्छति अतः अङ्गम् अनदन्तमस्ति नाम यथा धातोः अन्तम् अन्ते यः वर्णः अस्ति सः एव वर्णः अङ्गस्य अन्ते अस्ति अतः अनदन्तमस्ति अनन्तं कृते अस्माभिः पठितं खलु प्रत्ययः के के सन्ति सामान्यतया प्रत्ययः के के सन्ति अस्माभिः पठितं खलु ई तः अति अन्ति नास्ति अति अस्ति खलु ददाति दत्तः ददति इति तत्र अति इति अस्ति सीतः तः मी वहमः इति अस्ति तदनन्तरं तु तात् ताम् अतु हि तात् तं त आणि आव आम त तां कुः स तं त अं वम इति अस्ति खलु तर्हि यात् यातां युः याः यातं यात यां याव याम तर्हि एतत्तु सामान्यतया वयं जानीमः तत्र प्रत्ययः अस्ति तर्हि प्रत्ययः कथमस्ति परन्तु यं लुगान्तानां कृते कुत्रचित् अन्यः अपि प्रत्ययः सन्ति यथा ति इति अपि प्रत्ययः अस्ति विकल्पेन ति अपि भवितुं शक्नोति इति अपि भवितुं शक्नोति सि ईषि मि इमि तु इतु त इ सः इः तर्हि केषाञ्चन प्रत्ययानां क्षम्यताम् किम् अस्ति केभ्यः प्रत्ययेभ्यः पूर्वम् ईकारः आगच्छति विकल्पेन तर्हि ति इति सि ईषि मि इमि तु इतु त इति अस्ति सर्वत्र नास्ति केवलं तत्र इति षि मि इतु ईत् इति तर्हि तत्र प्रत्ययः अग्रे इकारत्वम् आगच्छति केन सूत्रेण कथं भवति अग्रे वयं पठामः परन्तु अत्र लिखितमस्ति इति एव अस्तु अग्रे नर्म धातवः धातवः गं जङ्गं यङ्लुगि क्षिणु हिंसायां छिन् चेषिन् यङ्लुकि कणु अवधारणे खण् चङ्गन् यङ्लुकि जन् जञ्जन् यङ्लुकि हन् हिंसागत्योः जग्गन् यङ्लुकि तन् तन् तन्दन् यङ्लुकि इति वयम् एषाञ्चन धातूनां यं लुगन्तरूपं लिखितमस्ति इति यकारान्तदातवः है गतौ जाहै यङ्लुकि है जाहै यङ्लुकि गतदातु अत्र निमित्तत्वात् नक्तुम् अग्रे प्रक्रियावशात् यथासङ्गं नत्वं कर्तव्यम् अतः क्षन् क्षिन् रन् हृन् इति मूलधातोः न तु क्षन् क्षिन् रन् हृन् किन्तु कन् धातुः स्वभावेन नकारान्तः सेशिन् योगः ति नश्च पदान्तस्य जलि सेशिन् योगः इति सेशिन् योगः इति से कः धात् योगः इति कः धातु भवति महोदय किमस्ति इति दत्वं भवति न अत्र उपरि लिखितमस्ति खलु धातुः क्षणु क्षिणु रणु ऋणु इति लिखितमस्ति खलु णत्वम् इति अस्ति धातुमध्ये लिखितं परन्तु वस्तुतः धातुमध्ये नकारः अस्ति तत् रसाभ्यां नोणः अट्कुफ्वां नुम्यवायति इति सूत्रेण तत्र णत्वं भवति क्षणु षकारः अस्ति खलु क्षिणु रणु ऋणु तदु वस्तुतः धातुमध्ये नकारः अस्ति अतः यदि कोऽपि केवलं धातुः लिखति चेत् भवति क्षणु क्षिणु ऋणु इति नकारत्वं परन्तु प्रक्रियामध्ये नकारस्य एव ग्रहणं भवति अग्रे गत्वा तस्य तस्यां प्रक्रियायाम् अग्रे गत्वा यदि नत्वं नत्वस्य प्रसक्तिः आगच्छति तत्र नत्वम् अपि भवति यथा अस्माभिः बहुत्र पठितं खलु व्रश्च भ्रश्च व्रश्च धातुः अस्ति तत्र वस्तुतः सकारः अस्ति परन्तु धातुमध्ये चकारस्य स्पर्शेण स्तोभस्तु नास्तुः इति व्रश्च भवति परन्तु प्रक्रियामध्ये तु सकारः एव ग्रहीतव्यः अग्रे गत्वा सकारस्य यदि सकारः करणीयः चेत् करोतु परन्तु प्रक्रियायां सकारः एव ग्रहीतव्यः यत् यत् मूलवर्णः अस्ति तथैव अत्रापि वस्तुतः धातु क्षण् नास्ति क्षन् क्षिन् रन् रिन् इति अस्ति परन्तु तस्य नकारस्य णत्वं भवति धातुमध्ये केवलं यतः कोऽपि यदि धातुकः क्षणु यतोहि नत्वं भवति रसाभ्यां नोणः अट्कुप्रां वाजयति परन्तु प्रक्रियामध्ये नकारस्य ग्रहणमेव कर्तव्यम् इति अस्ति तर्हि अतः चेक्षिन् योगः क्ति अत्र नकारस्य एव ग्रहणं भवति नकारस्य न भवति यतोहि मूलधातुमध्ये नकारः अस्ति तर्हि चेक्षिन् योगः ति नश्चलि इत्यनेन चेक्षिन् योगः चेक्षिन् योगः ति तदनन्तरम् अनुस्वारस्य ये परस्वर्ण इत्यनेन चेक्षिन्ति इति भवति नकारः एव भवति महोदय मम भ्रमः भवति अत्र औपदेशिक अवस्थायां क्षण अस्ति चेत् तत्र नूनः इति सूत्रेण छन् भवति न प्रक्रिया प्रक्रिया अर्थं आदौ नकारः अस्ति तो आदौ नकारः अस्ति क्षण औपदेशिक अवस्थायां धातोः आदि अन्ते अत्र अन्ते अस्ति खलु नूनः इति सूत्रम् औपदेशिक अवस्थायां धातोः अग्रिमे आदिवर्णः यदि नकारः अस्ति चेत् तस्य नकारः भवति आं महोदय मम सिल्लि मिस्टेक् क्षम्यताम् इङ्ग्लुगन्तमध्ये नकार मूलधातु एव ग्रहणीयं महोदय नकारः सर्वदा न केवलं यङ्ग्लुगन्त न कुत्रापि धातोः मूलस्वरूपः अस्ति तस्यैव ग्रहणं कर्तव्यं प्रक्रियामध्ये. तर्हि व्रश्च अस्माभिः पठितं खलु पूर्णं व्रश्च भ्रश्च इति सूत्रमस्ति. तत्र धातु व्रश्च इति लिखितमस्ति परन्तु वस्तुतः शकारः सकारः अस्ति अतः व्र स च इति एव अस्ति. अतः स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः भूत्वा सकारस्य लोपः भवति खलु. सकारः नास्ति चेत् स्कोः संयोगाद्योरन्ते सूत्रं कथं कार्यं करोति? न करोति. अतः तत्सर्वं तत्र आगच्छति. अतः सकारस्य लोपः भवति व्रच एव अवशिष्यते. तदनन्तरं चकारस्य मूर्धनशकारः भवति व्रश्च भ्रशिचभाजभाजचषाम् इति सूत्रेण. अतः व्रश् इति तदनन्तरम् अन्यरूपं भवति व्रष्टि इति. किं तर्हि तत्र तथैव अत्र अपि सर्वदा मूलनकारः अस्ति तस्य धातुमध्ये केवलं धातु यदि केवलं धातोः यदि वर्णनं भवति तत्र नत्वसूत्रात् नकारः भवति. परन्तु सामान्यतया नकारः अस्ति अतः प्रक्रियायां चेक्षिनियोगः ति एव भवति. चेक्षिनियोगः ति मध्ये नश्चापदान्तस्य झलि इति सूत्रेण नकारस्य अनुस्वारः भवति चेक्षिनियोगः ति. तदनन्तरं यदा अनुस्वारः भवति तदनन्तरं तु अट्कुप्वां सूत्रस्य प्रसक्तिः एव नागच्छति यतोहि तत्र अनुस्वारः अस्ति नकारः नास्ति. तदनन्तरम् अनुस्वारस्य एपरसवर्ण इत्यनेन पुनः नकारः भूत्वा चेक्षिन्ति इति भवति. परन्तु इति प्रत्ययः अस्ति चेत् नश्चवादझलि कार्यं न करोति यतोहि अगझल् वर्णः नास्ति चेक्षिन्नीति. तदनन्तरम् इदानीं नकारः अस्ति अतः अट्कुप्वां मुन्ने वायपि इत्यनेन नकारस्य नकारः भवति चेक्षिणीति. तर्हि ति प्रत्ययः अस्ति चेत् चेक्षिन्यो भवति चेक्षिन्ति नकारः एव अवशिष्यते. परन्तु चेक्षिन्योगः इति अस्ति चेत् नकारस्य नत्वं भवति चेक्षिणी. सर्वे आगच्छन्ति वा? आम् महोदय. अग्रे लोटि मीना महोदय. लोटि केषुचित् स्थलेषु असिद्धवत् अत्र अत्र अभात् इत्यनेन आभीयकार्यप्रसङ्गवशात् अतो हेः इत्यस्य दृष्ट्या पूर्वकार्यम् असिद्धम् इति कारणतः हि प्रत्ययस्य लुक् न भवति. अस्य उदाहरणम् उपदिष्टहन् धातोः प्रसङ्गे लभ्यते. केषुचित् स्थलेषु असिद्धवत् अत्र अभात् इत्यनेन आभीयकार्यप्रसङ्गवशात् अतो हेः इत्यस्य दृष्ट्या पूर्वकार्यम् असिद्धम् इति कारणतः हि प्रत्ययस्य लुक् न भवति. अस्य उदाहरणम् अहं धातोः प्रसङ्गे लभ्यते. अत्र किं वदति महोदय? असिद्धवत् अत्र अभात् सूत्रं स्मरन्ति वा? न स्मरामि. अन्य कोऽपि स्मरति वा? अस्माभिः पूर्वं पठितम् एकवारम् इति अहं चिन्तयामि. अग्रे अपि लिखितमस्ति. ओके. हन्ते जह हि प्रत्य असिद्धवत् अत्र अभात् इति सूत्रमस्ति. असिद्धवत् अत्र अभात् कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीय समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति. कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति. अधिकारसूत्रं भस्य इति अधिकारसूत्रेण भाव्या सम्बन्धकार्याणि भवन्ति. षष्ठाध्यायस्य अन्तपर्यन्तम् असिद्धवत् अत्रभात् इत्यनेन इत्यस्मात् आरभ्य बस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् येषां कार्याणां नाम आभीयकार्यम्। आभीयकार्यम् इत्युक्ते किम्? आभीयकार्यम् असिद्धवत् अव्ययपद अव्ययपदयम् अत्र अव्यपदयम् आ अव्यपदयम् भात् पञ्चम्य भात् पञ्चम्यन्तम् अनेकपदमिदं सूत्रम्। असिद्धवत् इत्युक्ते यथा न अजनिष्यत सूत्रस्य निधानं जातं कार्यं च सिद्धम्। किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं यदा नाभिविष्यत् अतः असिद्धवत् इत्युक्तम्। ओ यदा नाभिविष्यत् अतः असिद्धवत् इत्युक्तम् समानाश्रितं कार्यमिति अर्थः उदेति अत्र इति अव्ययपदेन। अस्मिन् योगः त्रल् अत्र अस्मिन् इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः। सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र आभात्। किम् भवानेव वदतु भगिनी महोदय, भवती किम् अनु अवगच्छति? असिद्धवत् अत्राभावात् कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति। यदि कार्यं प्रथमं कृतं द्वितीयकार्यम् असिद्धम् इति भवति। असिद्धकारसूत्रं बस्य इति अधिकारसूत्रेण बस् संज्ञासम्बन्धकार्याणि भवन्ति। षष्ठ्याध्यायस्य अन्तपर्यन्तम् असिद्धवतत्र भात् इत्यनेन इत्यस्मात् आरभ्य बस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् येषां कार्याणां नाम आभीयकार्यम्। असिद्धवदत्र अभावात् सूत्रात् परं बस्य इति पर्यन्तं किमपि कार्यम् अस्ति तत्र नाम आभीयकार्यमिति। असिद्धवत् अव्ययपदम् अत्र अव्यपदयम् अत्र अव्यपदयम् आ अव्यपदयम् भात् तत्र अव्यपदयम् इत्युक्ते अव्यय अत्र अव्यय नास्ति अव्य मुद्रणदोषः वा व्ययपदयम् आ अव्ययपदम् दट् मेक्स् सेन्स् बात् पञ्चम्यन्तम् अनेकपदमिदं सूत्रम् असिद्धवत् इत्युक्ते यथा न अनिष्यत सूत्रस्य निदान किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं यथा न अभविष्यत् केन सूत्रेण यत् असिद्धवत् किमपि अवगच्छति वा? न महोदय अस्तु तर्हि अस्ति एकं सूत्रमस्ति भस्य 6-4-1-2-9 इति एकं सूत्रमस्ति। भस्य इति अधिकारसूत्रमस्ति तस्य अधिकारः 64129 तः पदस्य अन्तपर्यन्तं गच्छति षष्ठाध्यायस्य अन्तपर्यन्तं गच्छति तर्हि यदि अष्टाध्यायी उद्घाटयन्ति सर्वे भस्य इति सूत्रमस्ति 64129 64129 भस्य तस्य अधिकारः भवति पाद षष्ठाध्यायस्य अन्तपर्यन्तं नाम 64129 तः तस्य भवति 64175 पर्यन्तम् 64129 तः 64175 पर्यन्तं भस्य इति सूत्रस्य अधिकारः भवति तर्हि इति अस्ति तदनन्तरम् अन्य एकं सूत्रमस्ति असिद्धवत् अत्राभात् 6422 तर्हि असिद्धवत् अत्राभात् किं भवति तृतीय त्रीणि पदानि सन्ति असिद्धवत् अत्र आभात् नाम 6422 तः भस्य सूत्रस्य अधिकारस्य अन्तपर्यन्तम् अस्य सूत्रस्य अधिकारः असिद्धवत् अत्राभात् अस्य सूत्रस्य कार्यक्षेत्रम् अथवा अधिकारः 6422 तः भस्य अधिकारसूत्रस्य अधिकार यत्र समापयते तत्र पर्यन्तं भवति असिद्धवत् अत्र आभात् आभात् नाम 6422 तः 64175 पर्यन्तम् असिद्धवत् अत्राभात् इति सूत्रस्य अधिकारः अस्ति इति एकमस्ति तदनन्तरमस्ति असिद्धवत् अत्र इत्युक्ते किम् तर्हि असिद्धवत् अत्राभात् अस्य सूत्रस्य यत् अधिकारः अस्ति तस्मिन् अधिकारे यानि कार्याणि सन्ति तानि कार्याणि आभीयकार्याणि इति उच्यन्ते असिद्धवत् अत्राभात् अस्य सूत्रस्य अधिकारे नाम 6422 तः 64175 पर्यन्तं यानि कार्याणि सन्ति महोदय न भस्य सूत्रस्य अधिकारस्य अन्तपर्यन्तं यानि कार्याणि सन्ति असिद्धव अधिकारः इति अस्ति खलु भगिनि अत्र अतः एव तत्र 6422 तः 6422 पर्यन्तं नाम यत्र भस्यसूत्रस्य अधिकारक्षेत्रं समापयते तत्र भस्यपर्यन्तं न भस्यस्य अधिकारस्य अन्तिमसूत्रपर्यन्तम् इति तर्हि 64175 पर्यन्तं यानि कार्याणि सन्ति तानि आभीयकार्याणि इति उच्यन्ते यतोहि आभीयकार्यमस्ति खलु भस्यसूत्रस्य अधिकारपर्यन्तमस्ति तत्र आभीयकार्यं तर्हि ये आभीयकार्याणि सन्ति ते परस्परम् असिद्धवत् भवन्ति यदि एकस्मिन् एव स्थले एकस्मिन् एव समानाश्रितं नाम एकस्मिन् एव स्थले तेषां कार्यं भवति तर्हि अस्मिन् अधिकारे यदि बस्य आरभ्य 64175 पर्यन्तम् एव आभीयकार्यं न 6422 टु 6475 अत्र इति आङ्गपि बौण्ड्रि अपि अस्ति तद् अवगतं महोदय इत्युक्ते फ्रोम् हियर् भात् इत्युक्ते टिल् भात् सो फ्रोम् हियर् फ्रोम् 6422 टिल् द एण्ड् आफ् भ भात् इत्युक्ते एण्ड् आफ् भस्य अधिकार 64175 6422 तः 64175 पर्यन्तं यदि एकस्मिन् एव स्थले समान आश्रितं यदि अनेककार्याणि सन्ति ते परस्परं प्रति असिद्धवत् भवन्ति एककार्यम् अन्यकार्यकृते असिद्धवत् भवति असिद्धवत् इत्युक्ते किं यथा तत् कार्यं नास्ति एव. अन्यसूत्रम् अन्यसूत्रस्य कार्यं द्रष्टुं न शक्नोति. परस्परमध्ये कोऽपि विप्रतिषेधं नास्ति, क्लेशः नास्ति. एकं सूत्रम् अन्यसूत्रस्य कार्यं द्रष्टुं न शक्नोति यदि समानाश्रितम् अस्ति. तर्हि असिद्धवत् इत्युक्ते सर्वे इदानीम् अवगच्छन्ति, असिद्धवत् इत्युक्ते एकसूत्रस्य कृते अन्यसूत्रस्य कार्यम् असिद्धवत् अस्ति, नाम कार्यं नास्ति एव, सूत्रं नास्ति एव इति. अत्र तदस्ति असिद्धवत्. अत्र किम्? अत्र इत्युक्ते किम्? अस्मिन् योगः त्रल्, अस्मिन् योगः त्रल् प्रत्यये. अत्र इत्युक्ते अस्मिन् योगः त्रल् नाम एकस्मिन् एव स्थले एकस्मिन् एव आश्रये समानाश्रितं. तर्हि तदस्ति अत्र पदस्य महत्त्वम्. अत्र इत्युक्ते समानाश्रितम्, एकस्मिन् एव स्थले. तर्हि एकस्मिन् एव आश्रये यदि बहूनि आभीयकार्याणि सन्ति तर्हि एक आभीयकार्यं द्वितीय आभीयकार्यस्य कृते असिद्धवत् भवति. अतः अत्र लिखितमस्ति कमपि आश्रयम् अधिकृत्य, एक एव आश्रयं भवेत्, कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति, क्लेशः न भवति इति. आगच्छन्ति वा सर्वे? इत्युक्ते परसूत्रमेव प्रसक्तिः अस्ति. परसूत्रमपि किमपि नास्ति इति. एकस्मिन् एव नाम उभयोः सूत्रयोः कार्यं भवितुं शक्नोति, भवति रादर. सामान्यतया एकसूत्रं कार्यं करोति तेन अन्यसूत्रस्य कार्यं प्रायः न भवितुं शक्नोति, यतोहि प्रसङ्गः नास्ति इदानीं. परन्तु अत्र एकेन सूत्रेण यत् कार्यं भवति तद् अन्यसूत्रं द्रष्टुमेव न शक्नोति, अतः अन्यसूत्रस्य अपि प्रसक्तिः भवितुं शक्नोति. पूर्वं वा परं वा? पूर्वं वा परं वा? पूर्वपरस्य इति किमपि नास्ति अत्र. उदाहरणम् इदानीं वयं पश्यामः, हन् धातु कृते अस्य उदाहरणम् आगच्छति, हन्तेर्जः अतोहेः, तद् वयं पठामः. तेन पठनेन उदाहरणेन प्रायः सम्यक् जानाति. तर्हि किम् अत्र उपरि गच्छतु, अत्र लोटि लिखितमस्ति खलु, केषुचित् स्थलेषु असिद्धवत् अत्राभात् इत्यनेन आभीयकार्यप्रसङ्गवशात् अतोहेः इत्यस्य दृष्ट्या पूर्वकार्यम् असिद्धम् इति कारणतः हि प्रत्ययस्य लुप् न भवति. तर्हि अस्तु, अत्र अहं मन्ये अत्र यत् स्वरूपमहोदयेन बहु मिक्स्टाप् इति लिखितमस्ति, अत्र बहूनि सूत्राणि सन्ति, वयम् अस्माकं भ्रमः भवितुं शक्नोति. परन्तु केवलं चिन्तयतु, अत्र भ्रमः मा करोतु. अग्रे आगच्छति अदादिगण यथा कार्यं भवति तत्र अग्रे सर्वम् आगच्छति, अत्र केवलं ट्रेलर् अस्ति इति चिन्तयतु. तर्हि अतोहेः एकं सूत्रमस्ति, अतोहेः. तर्हि अतोहेः अस्माभिः पूर्वं पठितं. मीना महोदय, अतोहेः सूत्रं किं वदति, अवगच्छ स्मरति वा? अतोहेः लुक् अदन्तात् परस्य हि तस्य लुक् भवति. सम्यक् सम्यक्. तर्हि पट् अदन्तमङ्गम् अस्ति, पट पट भवति, पटहि न भवति, हि प्रत्ययस्य लोपः भवति. तर्हि अत्र लोट् लकारः अस्ति, पठ् योगः सि, अत्र सेहर्यपिच्छ इत्यनेन हि भवति, पठ् योगः हि. अत्र पठ इति अदन्तमङ्गम् अस्ति, अतः हि लोपः भवति, पठ इति रूपं भवति खलु. अतोहेः इति सूत्रस्य कार्यं भवति, अतः अङ्गात् हेः लुक् इति अस्ति एकं सूत्रम्. एकम् अन्यं सूत्रमस्ति हन्तेर्जः. तर्हि महोदय, अत्र हन्तेर्जः इति सूत्रं किं वदति, पठतु. हन्तेर्जः हि प्रत्यये परे हन् धातोः स्थाने ज आदेशो भवति. हन्तेर्षष्ट्यन्तं जः प्रथमान्तं द्विपदमिदं सूत्रं ज आदेशः अनेकाल् अतः अनेकाल्स्य सर्वस्य इत्यनेन सर्वस्य स्थाने भवति न तु अन्त्यस्य शाहौ सूत्रसूत्रम् इत्यस्मात् हौ इत्यस्य अनुवृत्तिः अङ्गस्य इति अधिकारः अनुवृत्तिसहितसूत्रम् हन्ते अङ्गस्य जः हौ हन्त हन्ते हन्ति धातो हन्त धातोः अङ्गस्य जकार हौ परे हि परे तत् हि परे हन्ति हतः हन्ति ग्रन्थि तत्र हियर् हन्दातो सित् परे किं भवति हन्ते अङ्गस्य जः जव लोट् लोट् लकारे वा लोट् मध्ये लोट् लकार मध्ये लोट् हन्तु हन्तान् ग्रन्तु तत्र जहि जहि जहि तत् तत् हन्तेः अङ्गस्य जः हौ परे अस्तु तर्हि तत्र किं तत् जः हौ नाम हौ इत्युक्ते हि प्रत्यये परे हि प्रत्यये परे हन् धातोः अङ्गस्य जः भवति ज इति भवति इदानीं ज अस्ति खलु अनेकाल् अस्ति ज अनेकाल् अस्ति खलु अतः अनेकाल् अस्ति सर्वस्य सर्वस्य स्थाने जकारः आगच्छति हन् योगः हि हन् स्थाने जकार न ज ज ज ज योगः हि जहि इति रूपं जहि जहि प्रायः प्रायः सर्वैः श्रुतं जहि ज बहुत्र श्लोकेषु जहि इति मन्त्रेषु अपि आगच्छति भवान् स्मरति वा कत्र आगच्छति मूढजहिः धनागमतृष्णाम् इति मूढजहिः जहिः जहिः धनागमतृष्णाम् इति कुरु सद्बुद्धिं मनसि इति अस्ति इति तत्र भजगोविन्दं भजगोविन्दं भज मूढमते इति अस्ति तस्मिन् अस्ति तर्हि जहि नाम किं त्यजतु इति अस्ति जहि इति त्यजतु इति अपि अस्ति मध्ये वस्तुतः त्यजतु अपि भवितुं शक्नोति तत्र भिन्ना अस्ति नाशयतु अपि भवितुं शक्नोति तर्हि हन् धातु अस्ति चेत् नाशय नाम किल् किल् इति तर्हि हा तर्हि इदानीम् अस्माकं प्रश्नः आगच्छति खलु हन् योगः हि इति अस्ति खलु तर्हि सूत्रं वदति हि प्रत्यये परे हन् स्थाने ज भवति ज अनेकाल् अस्ति अतः हन् स्थाने ज भूत्वा जहि इति भवति खलु परन्तु एकः प्रश्नः अस्ति यथा ज आगच्छति तदा अङ्गम् अदन्तं भवति खलु इदानीम् अङ्गं हन् नास्ति इदानीं ज भवति ज अस्ति तर्हि अङ्गम् अदन्तं भवति खलु ज इत्यस्य अन्ते अकारः अस्ति तर्हि अदन्तम् अङ्गम् अस्ति चेत् हि प्रत्ययस्य किं भवति लुक् लुक् भवितव्यं भवितव्यं तर्हि रूपं भवितव्यं खलु यथा पठ इति भवति तथैव ज एव भवितव्यं भवितव्यं परन्तु रूपं जहि अस्ति खलु तर्हि कथं जानीमः किं रहस्यं तस्य रहस्यमस्ति असिद्धवत् अत्राभात् इति पश्यतु हन्तेर्जः इति सूत्रं 6436 अस्ति अतः असिद्धवत् अत्राभात् इति सूत्रस्य अधिकारे आगच्छति अतो हेहे इति सूत्रमस्ति 64105 सः अपि तदपि असिद्धवत् अत्राभात् इति सूत्रस्य अधिकारे आगच्छति नाम हन्तेर्जः अतो हेहे द्वे सूत्रे आभीयकार्ये स्तः नाम असिद्धवत् अत्राभात् इति सूत्रस्य अधिकारे आगच्छतः समानाश्रितमपि सन्ति स्तः हन्तेर्जः इति सूत्रमपि हि निमित्तमस्ति हि कृते अस्ति खलु अतो हेः अपि हि कृते एव भवति समानाश्रितमपि अस्ति समानाश्रितमस्ति आभीय अपि अस्ति अतः परस्परं कृते असिद्धवत् अस्ति नाम हन्तेर्जः इति सूत्रेण यः कार्यं भवति नाम हन्स्थाने ज तत् कार्यम् अतोहेः न द्रष्टुं शक्नोति अतः अतोहेः तु चिन्तयति यत् ज नास्ति एव हन् एव अस्ति ज आदेशानन्तरम् अपि हन् एव दृश्यते अतोहेः सूत्रेण हि प्रत्ययस्य लुक् न भवितुं शक्नोति यतो हि इदानीम् अदन्तमङ्गं नास्ति तथैव अतोहेः इति सूत्रेण यः हि भवति तदपि हन्तेर्जः इति सूत्रं न द्रष्टुं शक्नोति तद् अतोहेः इति सूत्रेण यः हि न क्षम्यतां तत्तु नास्ति क्षम्यतां तत्तु नास्ति तर्हि एकमेव अस्ति यत् हन्तेर्जः इति सूत्रेण ज आगच्छति तत् ज यत् आगच्छति तत् अतोहेः सूत्रं न द्रष्टुं शक्नोति तत्तु हन् इति एव द्रष्टुं शक्नोति पश्यति अतः तस्य सूत्रस्य कृते अदन्तमङ्गं नास्ति हन् एव अस्ति हन् अस्ति चेत् सूत्रस्य कार्यं न भवितुं शक्नोति अतः हि तस्य लुक् न भवति अतोहेः सूत्रेण यतोहि परस्परम् असिद्धमस्ति अतः जहि रूपं साधयति महोदय तत्र जहिः इति तत्र अहं दोषेन उक्तवन्तः जहिः इति ओहा त्यागे हा इति तस्य भवति तत्र जहिः तदेव ज्योत्यादिगणस्य त्यागे इति आम् आम् अपि जहि भवति आम् सत्यम् एतत् एतत् नास्ति तस्यापि जहि भवति तर्हि जहि तस्य अर्थम् अस्ति त्यजतु अथवा मारयतु अस्तु तर्हि इदानीं अतोहेः इत्यस्य लुक् तर्हि इदानीम् अग्रे महोदय रघुपतिमहोदय समापयतु अत्र असिद्धवत् अताभात् इति सूत्रानन्तरं हन्तेर्जः अतोहेः इति लिखितमस्ति खलु इत्याभ्यां यत् कार्यं सिद्ध्यति तत् पठतु अस्तु हन्तेर्जः अतोहेः इत्याभ्यां यत् कार्यं सिद्ध्यति उभयत्र तत् कार्यम् अभीयकार्यं द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते तस्य कार्यस्य आशयः हि प्रत्ययः अतः एकवारं यदा एकं हि प्रत्ययाश्रितम् आभीयकार्यं जातं तदा यदा द्वितीयं हि प्रत्ययाश्रितम् आभीयकार्यं विधीयते तत् कार्यं प्रति प्रथमम् आभीयकार्यम् असिद्धं भवति इति अस्ति अतः तत्र हन्तेर्जः इत्यनेन तत्र जकार हन्धतो जकारादेशः सारि ज इति आदेशः अभवत् यद्यपि तत्र अतोहेः इति तत् सूत्रस्य प्रति असिद्धमस्ति इति कृत्वा तद् हन् एव पश्यति न तु ज इति अकारान्त अङ्गम् अतः तत् अतोहेः इत्यस्य प्रसक्तिः न भवति इति अस्ति सम्यक् अतः हि तस्य लुक् न भवति तर्हि सामान्यतया किम् अस्ति पश्यतु यदि एते सूत्रे यदि आभीयसूत्रे न स्तः तर्हि कथं भवति कार्यं हन् योगो हि तर्हि हन्तेर्जः इति सूत्रेण हन् स्थाने ज भवति ज योगो हि इदानीं ज इति अदन्तमङ्गम् अस्ति अतः अतोहेः इति सूत्रेण हि लोपः भवति तर्हि अन्तिमरूपं किं भवति केवलं ज इति परन्तु तत्तु दोषपूर्णमस्ति खलु सः नास्ति किमर्थं यतोहि हन्तेर्जः अतोहेः उभे सूत्रे आभीयकार्ये स्तः अत्र सिद्धवत् अत्राभात् इति सूत्रस्य अधिकारे स्तः अतः हन् योग हि मध्ये यथा ज भवति ज योगः हि इदानीम् अतोहेः सूत्रं हन्तेर्जः इति सूत्रेण यत् कार्यं कृतं हि आश्रितम् एव तत् न द्रष्टुं शक्नोति. परस्परम् असिद्धं भवति अतो हेः इति सूत्रं हन्तेर्जः इति सूत्रेण हन् स्थाने यः ज आदेशकृतं तत् न द्रष्टुं शक्नोति. तत्तु इदानीमपि पश्यति, तत्तु ज न पश्यति, तस्य कृते हन्तेर्जः इति सूत्रम् असिद्धवत्. अतः तस्य कृते सूत्रं नास्ति एव हन्तेर्जः. सूत्रं नास्ति चेत् हन्स्थाने ज न भवति अतो हेः सूत्रस्य कृते. हन्स्थाने न भवति अतः अतो हेः इति सूत्रं हन्धातु एव पश्यति. हन्धातु पश्यति चेत् इदानीं हन् इति अङ्गम् अदन्तं नास्ति, अनन्तमेव अस्ति. अतः अतो हेः कार्यमेव न कर्तुं शक्नोति. अतः हि तस्य लुक् न भवति, अतः रूपं भवति जहि. यद्यपि ज आदेशानन्तरम् अङ्गम् अदन्तं भवति तथापि हि प्रत्ययस्य लोपः न भवति, यतोहि अतो हेः हन्तेर्जः इति सूत्रेण कृतकार्यं न द्रष्टुं शक्नोति असिद्धवत् अत्राभात् इति सूत्रेण इति. अतः रूपं भवति जहि. मम प्रश्नः, परस्परम् असिद्धं भवति वा अत्र अतो हेः पूर्वसूत्रं तदनन्तरम् हन्तेर्जः इति पूर्वसूत्रं जातो हेः परसूत्रं परस्परं इति सिद्धवत् भवति वा? अत्र पूर्वपरस्य अत्र न, अत्र एकस्मिन् एव समये अतो हेः हन्तेर्जः कार्यं न कुर्वन्ति. एकस्मिन् एव समये न सन्ति खलु. हन् योग हि मध्ये हन्तेर्जः एव कार्यं करोति, यतोहि हन् मध्ये तु हन् प्रथमस्थले हन् योग प्रथमसमये हन् योगः हि इति अस्ति. तत्र अतो हेः एनिवेस् तद् कार्यं न करोति, यतोहि तत्र अदन्तमङ्गं नास्ति. तर्हि हन्तेर्जः तस्य कार्यं तु भवति एव प्रथमं, तत्र शङ्का नास्ति. तर्हि ज योग हि तु भवति एव. इदानीं प्रश्नः भवति ज योगः हि मध्ये हि प्रत्ययस्य लोपः भवति न वा, यतोहि ज इति अदन्तमङ्गमस्ति. सामान्यतया भवेत् ज इति हि प्रत्ययस्य लोपः भूत्वा ज इति रूपं भवेत्, परन्तु अत्र असिद्धवत् अत्राभात् इति सूत्रेण अतो हेः हन्तेर्जः इति सूत्रेण कृतकार्यं न द्रष्टुं शक्नोति. अतः स तत्सूत्रं ज न द्रष्टुं शक्नोति, तत्सूत्रं हनेव पश्यति. अतः अतो हे कार्यं न करोति, अतः हि प्रत्ययस्य लोपः न भवति. अतः हि प्रत्ययः अपि तिष्ठति, हन्तेर्जः इत्यनेन ज आदेशः अपि तिष्ठति, उभयत्र मिलित्वा जहि इति रूपं भवति इति. तर्हि असिद्धः अत्रावात् अस्य सूत्रस्य बहुत्र कार्यं गच्छति, प्रसक्तिः भवति. अत्र अस्धातु मध्ये अपि लट् लकाररूपाणि यत्र आगच्छन्ति तत्र अपि असिद्धः अत्रावात् तस्य कार्यस्य प्रसक्तिः भवति, बहुत्र तस्य प्रसक्तिः आगच्छति. एतत्तु एकमेव उदाहरणमस्ति. तर्हि अनेन अनुनासिकान्तमङ्गस्य कार्यं समाप्तम् इति. प्रश्नः अस्ति वा कस्यापि? नास्ति महोदय. नास्ति महोदय. प्रश्नः अस्ति कथं सर्वाणि सूत्राणि कथं मनसि स्थापनीयानि? तत्तु सर्वदा एव वारं पठितं चेदपि तत्र वारं वारं पठति अस्य कृते अन्यरूपं किं न श्रूयते महोदय? वारं वारं पठति इति रघुपतिमहोदयेन उक्तं खलु. तस्य कृते अन्य वारं वारं पठति अस्य कृते अन्यरूपं किम्? यङ्ग् लुगन्तरूपम् अस्ति अथवा यङ्ग् अथवा यङ्ग् लुगन्तरूपमपि वारं वारम् इति कार्यं यत् अस्ति तस्य कृते यङ्ग् अथवा यङ्ग् लुगन्तरूपम् आगच्छति. पापठी पठिषति इति सन् प्रत्ययान्तरूपम् इच्छा अस्ति, इच्छायाम् पापटिश् पापटिश् पापटिशति इति पापट्ठि इति अन्यरूपमस्ति पापट्ठि आम् आदि आदिदेशिकरूपं तदनन्तरं शप् शग् शप् आगच्छति वा न शप् न आगच्छति अदि अदादिगणीयवद् भवति पापट्ठि इति एव भवति खलु पट् धातुः अस्ति तस्य यङ् लुबन्तरूपमस्ति पापट् तर्हि पापट् योगः ति पापट् योगः ति तत्र शुनाष्टुः इत्यनेन पापट् योगः टि तदनन्तरं खलि च इत्यनेन पापट्टि इति किमर्थम् अदादिगणे पट् धातु लुबन्तकृते अदादिगणीयवत् कार्यं भवति इति वयम् अन्ये अन्ये अन्येषु अन्येषाम् आतिदेशिकधातूनां कृते तु आतिदेशिकप्रत्ययानां कृते तु शप्रत्ययः आगच्छति परन्तु यं लुबन्तकृते अदादिगणीयवत् कार्यं भवति शप्रत्ययस्य लुप् भवति इति न शप्रत्ययः आगच्छति तस्य लुप् भवति यथा अदादिगणे भवति खलु शप्रत्ययः आगच्छति तस्य लुक् भवति तथैव यं लुबन्तमध्ये शप्रत्ययः आगच्छति तस्य लुक् भवति अतः अदादिगणीयवत् कार्यं भवति अन्येषाम् आदिदेशिकप्रत्ययानां कृते सनादिप्रत्ययानां कृते भवादिगणीयवत् कार्याणि भवन्ति नाम शप्रत्ययमध्ये भवति विकरणप्रत्ययः आगच्छति यं लुबन्तकृते विकरणप्रत्ययः नागच्छति प्रत्ययस्य लुक् भवति यङ् लुगन्तस्य धातु आदिदेशदातवः सदा अगादिगणगणवत् एव भवति वा सर्वं तत् तेषां कार्यं तथैव भवति मध्ये विकरणप्रत्ययस्य लुक् भवति नास्ति ओके लुक् लुक् भवति अपि च यङ् लुगन्तधातु धातवः सर्वदा परस्मैपदिनः सन्ति तदेव तदपि अस्ति यङ् लुगन्ते आत्मनेपदिकार्यं नास्ति यङन्त आत्मनेपदी एव भवति खलु नित् अस्ति इति कृत्वा इति वा तादृश यङ् लुगन्त परस्मैपदी ओ यङन्त आत्मनेपदे यङ् लुगन्त परस्मैपदे किमर्थं यङन्त धातु इदानीं अन्ते यङ् आगच्छति खलु नित् नित् अस्ति खलु यङ् नित् तर्हि किं सूत्रं किमस्ति आत्मनेपदमस्ति खलु अनुदातो नित अनुदातो नित आत्मनेपदं वा तर्हि धातु मध्ये धातु नित् अस्ति चेत् आत्मनेपदमस्ति यङ् आत्मनेपदमस्ति यङ् नित् अस्ति खलु अतः आत्मनेपदम् शीते शेते शीन् धातु शेते शीन् शेते अस्ति भवतः अस्तु तर्हि इदानीम् अनुनासिकान्तम् अङ्गम् अङ्गस्य कार्यं समाप्तम् अग्रे अग्रे त्रयोदशपाठः अस्ति धातुपाठे हल् सन्धौ अनुस्वारपरसावरण्यं कार्यम् अनुस्वारपरसावरण्यं कार्यमेव अस्ति तदेव पठामः किमपि अनुस्वारकृते कार्यं भवति तत् पठामः तत् अनाप्य मूल मुख्यकार्यम् आरप्स्यते किम् अदादिगणे हल् सन्धि हल् सन्धे पाठात् पूर्वम् अस्माभिः अदादिगणे अजन्धातवः विभोत्यादिगणे अजन्धातवः इति पठितम् इदानीम् अग्रे गत्वा अस्माभिः अदादिगणे हलन्धातवः वृधादिगणे हलन्धातवः इति वयं पठामः वृधादिगण तदनन्तरम् अस्माकं दशगणानां किङ्गन्तरूपाणि सार्वधातुकलकारेषु समापयन्ति अस्तु तर्हि अहं स्मरामि फेब्रुवरि मासे मध्ये मया पाठनस्य आरम्भः कृतः 2019 मध्ये फेब्रुवरि मासे अहं स्मरामि तर्हि अद्य नाम अराउण्ड् दिस् टैम् त्रीणि वर्षाणि समाप्तानि भवन्ति इदानीं त्रीणि वर्षेषु अस्माभिः किं किं पठितम् एकवारं पुनः चिन्तयतु भवादिगणीय भवादिगणसमाप्तम् अनन्तरं भवादिगणसमाप्तं विवादिगणसमाप्तः स्वादिगणः समाप्तः तदादिगणः समाप्तः अनन्तरं तनादिगणः समाप्तः रूपयादि क्रयादिगणः समाप्तः, चुरादिगणः समाप्तः, हल् सन्धिः समाप्तः, अदादिगणे जुहोत्यादिगणे अजन्धातवः समाप्तः, बहु किमपि अस्माभिः समाप्तं, परन्तु तथापि किमपि न समाप्तम्। इट्स् अ वेरि स्माल् फ्रेक्षन् आफ् द होल् थिङ्ग्। केवलं लट् लकार लट् लोट् सार्वधातुकलकारेषु इति एव अस्माभिः इदानीं पर्यन्तं सार्धातुकप्रक्रिया प्रति तु अस्माभिः न सार्धातुकप्रक्रिया तु अस्माभिः किमपि न कृता, अग्रे करिष्यामि, चिन्ता नास्ति। अस्तु तर्हि इदानीं धन्यवादः महोदय, धन्यवादः महोदय, अग्रे मिलिष्यामि।